सम्प्रति जीवात्मनः विषये चर्चा जायमाना अस्ति. तस्यां चर्चायां गते सप्ताहे एकः प्रश्नः आगतः. ईश्वरस्य ज्ञान इच्छा कृतीनां नित्यत्वस्य विषये प्रश्नस्य उत्तररूपेण एकं करपत्रं निर्मितमस्ति, ईश्वरस्य कृतयः क्रियाः च इति. ततः आरभ्य पठामः अद्य. अस्तु, नूतनतया केन आगतम् इदानीं? माला अस्मि. अस्तु माला भगिनी. अस्तु भगिनि. अस्तु, प्रथमं करपत्रम् उद्घाटितं स्यात्, ईश्वरस्य कृतयः क्रियाः च इति. सरला भगिनी आरब्धुमिच्छति वा? आं भगिनि. ईश्वरस्य कृतयः. एकनिमिषम्. केन आगतं नूतनतया? नमस्ते भगिनी, अखिला अस्मि. अखिला भगिनी, अस्तु अस्तु, करपत्रस्य पठनम् अस्ति भगिनि, ईश्वरस्य कृतयः क्रियाः च इति. पठतु भगिनि, सरला भगिनि. प्रश्न. ज्ञानं, ज्ञान इच्छा कृतिः क्रिया इति क्रमः जीवात्मनः. इदं फलम् इति ज्ञानं. तदधिकृत्य इच्छा एवं फलविषयिणी कृतिः. एतादृशक्रमः जीवात्मनः. ईश्वरस्य ज्ञानम् इच्छा कृति च नित्या. अतः क्रियार्थं तादृशक्रमः न भवति, परन्तु ईश्वरस्य ज्ञानम् इच्छा कृति च नित्या इति चेत् तर्हि किमर्थं तस्य प्रत्येकं क्रिया न नित्या? बीजात् अङ्कुरः किमर्थं सर्वदा न उत्पद्यते, प्रतिदिनं न उत्पद्यते, कदाचित् एव उत्पद्यते, अपि च कदा इति कथं निर्णीयेत् इति प्रश्नः. अस्तु, प्रश्नः अवगतश्चेत् किञ्चित् वदतु भगिनि. ओके, प्रश्नः अस्ति, ज्ञानम् इच्छा कृति त्रयो क्रमेण क्रिया अर्थं भवति. अतः जीवात्मनस्य लक्षणम् अस्ति. इदं क्रिया तस्य फलं भवति, ज्ञान इच्छा कृतिः. ईश्वरस्य क्रिया अपि समानक्रमेण भवति, किन्तु ईश्वरस्य क्रिया. एकनिमिषः, एकं वाक्यमस्ति तत्र, ईश्वरस्य ज्ञानम् इच्छा कृतिः च नित्या, अतः क्रियार्थं तादृशक्रमः न भवति. भवत्या यः क्रमः उक्तः, सः क्रमः केवलं जीवात्मनः भवति. प्रथमं मनसि ज्ञानं, तदनन्तरम् इच्छा, तदनन्तरं कृति, एतेषां फलस्य रूपेण क्रिया भवति जीवात्मनः विषये. परन्तु ईश्वरस्य ज्ञानेच्छा कृतयः नित्या इत्युक्ते सर्वदा भवति इति कृत्वा तत्र एतादृशः क्रमः नास्ति. अस्तु, ईश्वरस्य विषये ज्ञान इच्छा कृति इति क्रमः नास्ति, एते सर्वे सर्वदा भवति नित्यरूपेण इति एकः विषयः. ईश्वरस्य ज्ञानम् इच्छा कृति च नित्या, किन्तु तस्य क्रियाः वयं न नित्यं प्रत्यक्षं दृश्यते, अस्माभिः न प्रत्यक्षं दृश्यते तस्य क्रिया. अस्माभिः प्रत्यक्षरूपेण दृश्यते अपि क्रिया ईश्वरस्य, यतो हि पश्यामः खलु जगति. परन्तु ते नित्या नास्ति. हा, नित्या नास्ति इति विषयः, क्रिया नित्या नास्ति. सर्वेभ्यः बीजेभ्यः अङ्कुरः न फलति किल? आम्. परन्तु ज्ञान इच्छा कृति इति तु ईश्वरस्य मनसि नित्यत्वेन अस्ति चेदपि क्रिया, तेषां क्रियारूपं नित्यं न भवति. केचन कानिचन बीजाः अथवा केचन बीजाः सन्ति ये अङ्कुराः न भवन्ति एव. तर्हि क्रिया न नित्या, क्रिया भवति परन्तु नित्या क्रिया नास्ति. तर्हि किमर्थं तथा इति प्रश्नः अस्ति. कदाचित् एव उत्पद्यते, अपि च कदा इति कथं निर्णीयते इति प्रश्नः. अस्तु, अग्रे उत्तरं पठतु कृपया. उत्तरं कथं निर्णीयते अथवा केन निर्णीयते? कथं महोदय? न, प्रश्नः कः आसीत्? प्रश्नः मम प्रश्नः मम अव अस्माभिः मनसि कथं निर्णीयते इति प्रश्नः उदेति. कदा इति कथं निर्णीयेत इति खलु. न, हा, ईश्वरस्य क्रिया न नित्या. यद्यपि ज्ञाने च कृतयः नित्याः, तथापि क्रिया न नित्या. क्रिया किमर्थं न नित्या, अपि च यदा क्रिया भवति तदा तस्य कारणं किम्, एतत् सर्वं कथं निर्णीयते इति प्रश्नः अस्ति. ईश्वरस्य क्रियायाः कारणं केवलं ज्ञाने च कृतयः न सन्ति, अन्यदपि किमपि अस्ति कारणम् ईश्वरस्य क्रिया भवितुम्. अस्तु, तद् किम् इति अग्रे उत्तरमस्ति. पठति वा भगिनि? उत्तरम्: एकस्य कार्यस्य उत्पत्तौ एकं कारणम् अस्ति चेत् न पर्याप्यते, सामग्री अपेक्षते. यथा घटं प्रति दण्डः कारणं, किन्तु केवलं दण्डः अस्ति चेत् घट उत्पद्यते इति वक्तुं न शक्यते. कारणसमुदाय सामग्री अपि अस्ति, कुलालः, मृत्, चक्रम् इति. एतत् सर्वं यदा भवति, अपि च कुलालस्य ज्ञानम् इच्छाकृतिः अपि भवति, तदा एव घटस्य उत्पत्ति जायते. अत्र वदति एकस्य कार्यस्य उत्पत्तौ केवलम् एकं कारणं नास्ति, बहु सामग्री अपेक्षते इति. तस्य कर्ता अपि अपेक्षते. यदा घटं निर्माणार्थं दण्डं, मृतं, चक्रं सामग्री अस्ति, किन्तु यदि कुलाल वा कुम्भकार नास्ति तद्दण्ड घटनिर्माणं न कर्तुं शक्यते. सो अत्र कुलालस्य ज्ञान इच्छाकृति अपि बहु महत्वपूर्ण अस्ति. अत्र मुख्यविषयः अस्ति कुलालस्य ज्ञाने च कृतिः तु अस्ति एव, यथा ईश्वरस्य ज्ञाने च कृतिः अस्ति. अस्तु, तथापि क्रिया तदा एव भवति यदा सामग्री अपि भवति. सामग्री अत्र घटनिर्माणार्थं सामग्री अस्ति दण्डः, अनन्तरं मृत्, चक्रम् इत्यादिकम्. तर्हि यदा भवत्या उक्तं कुलालस्य ज्ञाने च कृतिः अपि अपेक्षते, अनन्तरं सामग्री च अपेक्षते, यत्र उभौ अपि स्तः तत्र क्रिया सम्भवति इति विषयः. अधुना ईश्वरस्य विषये का सामग्री अपेक्षिता, सामग्री का तत्र इति पश्येम. अस्तु, अग्रे एतावत् कोऽपि प्रश्नः? अस्तु, नूतनतया केन आगतं, कृपया नामानि उच्यन्तम्. वर्धनी भगिनी अस्मि. अस्तु, वर्धनी भगिनी. अनन्तरं लक्ष्मी अत्र अस्मि. लक्ष्मी भगिनी, अस्तु. वयं करपत्रं पठन्तः स्मः भगिनि. ईश्वरस्य प्रथमकरपत्रमस्ति ईश्वरस्य कृति क्रिया च, कृतयः क्रिया च. अस्तु भगिनि. अस्तु, अग्रे जयन्ती भगिनी पठति वा, पुनः प्रश्नः उदेति. आं भगिनि. प्रश्नः: पुनः प्रश्नः उदेति यत् अङ्कुरस्य प्रसङ्गे तादृशी सामग्री बहुषु दिनेषु लभ्यते, तथापि तेषु सर्वेषु दिनेषु तस्य अङ्कुरस्य उत्पत्तिः न जायते. सोमवासरे, मङ्गलवासरे, बुधवासरे, गुरुवासरे च एषु सर्वेषु दिनेषु सर्वा सामग्री आसीत्, किन्तु केवलं मङ्गलवासरे अङ्कुरः बीजात् आगतः, तथा किमर्थम्? अस्मिन् प्रश्ने विषयः अस्ति यत् ईश्वरस्य निर्माणविषये पूर्वं प्रश्नः आसीत् तस्य सामग्री का इति. अत्र अस्ति समयविषये अपि सर्वथा तस्य ज्ञानम् इच्छा कृतिः अस्ति चेत् सर्वथा उत्पन्नः न भवति. उदाहरणार्थं बीजस्य बीजात् अङ्कुरस्य उत्पन्नं सर्वेषु दिनेषु न भवति, एकमेव एकस्मिन् दिने एव तस्य उत्पन्नः भवति. तदा किमर्थं कदा किमर्थम् एतादृशम् इति प्रश्नः. सामग्री अपि अस्ति ईश्वरस्य, परन्तु समयविषये वयं न वक्तुं शक्नुमः, सदा एव उत्पन्नः भवति इति. सम्यक्. ईश्वरस्य ज्ञाने च कृतयः सन्ति, सामग्री अपि अस्ति यथा भगिन्या उक्तं, मृत् अस्ति, जलम् अस्ति इत्यादिकं भवेयुः, इत्यादिकानि भवेयुः, किन्तु सर्वदा न जायते क्रिया, तथा किमर्थम् इति अग्रे उत्तरमस्ति. पठति वा भगिनि जयन्ति भगिनि? उत्तरं, कार्यसामान्यं प्रति ईश्वरः, ईश्वरस्य ज्ञानम्, इच्छा, यत्नः अपि च कालः, प्रागभावः, प्रतिबन्धक अभावः, अदृष्टम् इत्यादिकं कारणम्. एतत् सर्वमपि सामग्रीपदेन स्वीक्रियते. अदृष्टं नाम धर्माधर्मौ, पापं पुण्यं च, विशिष्टकालः अपि कार्यस्य कारणम्. अदृष्टम् अपि अपेक्षते. यः विषयः उपभोग्यते जीवेन, यस्मात् विषयात् भोगः जायते, सुखदुःखसाक्षात्कारः भोगः, सः भोगः कस्यचित् जीवस्य, तस्य जीवस्य अदृष्टमपि अपेक्षते कार्यसामान्यं प्रति. अस्तु, आम्, प्रश्नस्य उत्तरं दीयते अत्र. प्रत्येक क्रियायाः कारणं केवलं सामग्री न, परन्तु अन्यदपि आवश्यकम्. किम् अस्ति तद् अदृष्टम् इति किमपि अस्ति, तत् अस्ति धर्माधर्मौ, फलं वा पापपुण्योः फलम् इति अत्र इति. ईश्वरस्य ज्ञानम्, इच्छा, यत्नः सर्वं भवति एव उपस्थिताः, अपि च कालः, प्राग् अभावः, प्रतिबन्धक अभावः, अदृष्टम्. कालः सर्वस्य आश्रयः भवति, तादृशं वा भगिनी? कालः, प्रागभावः, प्रतिबन्धक अभावः, तस्य विषये न किमपि उक्तं महोदयेन. तर्हि तद्विहाय एताः सर्वे सामग्र्यः, कालः, सूक्तः कालः स्यात्, अपि च प्रागभावः, प्रतिबन्धकभावः इत्यादिकं स्यात्, अनन्तरम् अदृष्टम्, एतत् सर्वं सामग्रीरूपेण स्वीक्रियते. अस्तु अस्तु. कापि क्रिया भवति चेत् तस्याः कारणम् एताः सर्वाः सामग्र्यः भवन्ति. अत्र विशेषत्वेन अदृष्टस्य विषये उक्तम्. अदृष्टं केन सञ्जायते, धर्माधर्मेण अथवा पापपुण्येन वा? अदृष्टं किम् अस्ति चेत् धर्माधर्म वा पापं पुण्यं च इति दीयते. विशिष्टकालः अपि कार्यस्य कारणं. धर्माधर्मौ, धर्मयोः फलं वा पापपुण्योः फलम् एकस्मिन् काले एव भवति, विशिष्टकाले एव भवति. अतः सामग्र्याः अपेक्षया सामग्र्याः अतिरिक्त विशिष्टकालः अपि आवश्यकः इति. यः विषयः उपभोग्यते जीवेन, यस्मात् विषयात् भोगः जायते, सुखदुःखसाक्षात्कारः भोगः. यत्किमपि फलम् अदृष्टम् इत्युक्ते, अदृष्टम् इत्युक्ते एतदेव. अदृष्टम् इत्युक्ते यद् न दृश्यते अस्माभिः, तस्य कारणं किम् इति न जायते, तदेव अदृष्टम्. अदृष्टं जायते धर्माधर्मेण, पूर्वजन्मनि कृतस्य पापस्य फलं वा अथवा पुण्यस्य फलं वा अदृष्टम्. अस्तु, तर्हि अदृष्टम् अदृष्टं जायते चेत् तत्र कीदृष्टम् अदृष्टं भवति इति तत् वाक्यमस्ति, यः विषयः उपभोग्यते इत्यादिकं. पठतु एकवारं. यः विषयः उपभोग्यते जीवेन यस्मात् विषयात् भोगः जायते सुखदुःखसाक्षात्कारः भोगः, सः भोगः कस्यचित् जीवस्य तस्य जीवस्य अदृष्टमपि अपेक्षते कार्यसामान्यं प्रति. अत्र भोगः इत्युक्ते यत् वयम् अनुभवामः पुण्यस्य अनुभवं, पुण्यस्य फलं वा पापस्य फलं वा सुखदुःखरूपेण एव वयं द्रष्टुं शक्यते. यदि सुखं यदि कोऽपि सुखम् अनुभवति प्रायः पुण्यस्य फलं वा दुःखम् अनुभवति चेत् पापस्य फलम् इति वयं वक्तुं शक्नुमः. सः भोगः कस्य जीवस्य प्रत्येकजीवस्य अनुभवः वा भोगः एतेषां कारणैः एव एतैः कारणैः एव तस्य जीवस्य अदृष्टमपि अपेक्षते. अतः एव यत् भोगं वयं पश्यामः सर्वस्मिन् जीवने तस्य कारणम् अदृष्टं, यत् वयं द्रष्टुं न शक्नुमः पापपुण्यरूपेण वा अधर्मरूपेण इति. सत्यम् इत्येव विषयः. इदानीं वने एकः मृगः अस्ति, अस्तु, तस्य पापं वा पुण्यं वा आधारीकृत्य अस्मिन् जन्मनि तस्य उपभोगः भवतु, अस्तु, सस्यस्य उपभोगः भवतु इति अस्ति चेत् तादृश अदृष्टम् अपेक्षते अङ्कुरात् सस्यस्य निर्माणार्थं. तद् अधिकृत्य एव कार्यं सम्भवति अथवा क्रिया सम्भवति ईश्वरस्य इति विषयः अस्ति. तर्हि अदृष्टमपि सामग्री अस्ति क्रिया ईश्वरस्य क्रियायाः प्रसङ्गे. भगिनी, एकः प्रश्नः अस्ति. सुखदुःख एतत् जीवनं उत्पन्नम् एतत् कार्यं भवति, एतत् कार्यम् अस्ति पूर्वजन्मस्य धर्म पाप एतत् जन्म कार्यम् समान अस्ति सुखदुःख कार्यस्य. सुखदुःख केन जायते, सुखदुःखस्य कृते धर्म जीवात्मने जायते. आत्मनि, अहं सुखी अस्मि किन्तु अहं सुखी वा अस्मि दुःखी वा अस्मि किन्तु तस्य कारणं भवति धर्म पाप पुण्य पूर्वजन्मस्य अथवा अस्मिन् जन्मनि एव. तर्हि भवत्याः प्रश्नः कः आसीत्? मम प्रश्नः अस्ति सुखदुःख एतत् उत्पद्यते रैट्, यथा बीजात् अङ्कुर उत्पद्यते एतत् कार्यम् अस्ति रैट्. सो सुखदुःख उत्पन्नं कार्यसमान अस्ति तथा वक्तुं शक्नुमः इति मन्ये, यतोहि व्यापारः इति किञ्चन आगतम् आसीत् किल प्रथमवाक्यं. सः भोग कस्यचित् जीवस्य तस्य जीवस्य अदृष्टमपि अपेक्षते कार्यसामान्यं प्रति. अस्तु, तस्य अर्थः अस्ति कस्यचित् अस्मिन् विश्वे यत्किमपि जायते वस्तु, अस्तु, ईश्वरस्य क्रिया यत्किमपि भवति तया यः कोऽपि विषयः भवति सः विषयः एकस्य जीवस्य कस्यचित् जीवस्य भोगार्थमेव जायते. कस्यचित् जीवस्य भोगः कथं निर्णीयते अदृष्टेन? मृगे कोऽपि चरन् अस्ति मृगः, वने कोऽपि मृगः चरन् अस्ति, तस्य अदृष्टमस्ति यत् सः किमपि फलं खादतु इति, तस्य अदृष्टमस्ति चेत् तदा भवति ईश्वरस्य क्रिया अथवा ईश्वरस्य कार्यम् इति अस्ति. अस्तु. इत्येव अर्थः. तस्य जीवस्य अदृष्टमपि अपेक्षते कार्यसामान्यं प्रति इत्यस्य अर्थः तावदेव. बुद्धं वा? अस्तु भगिनि. अस्तु, अग्रे राजेन्द्रमहोदय पठति किम्? आं भगिनि. तर्हि अङ्कुरस्य उत्पत्त्यर्थम् एषां कः प्रसङ्गः? क्षम्यतां भगिनि. येन जीवेन अङ्कुरात् उपभोगः सुखदुःखसाक्षात्कारः यस्य जीवस्य भवितुम् अर्हति, जन्तोः वा भवतु मनुष्यस्य वा भवतु, यस्य कस्य अपि तद् उपभोगार्थं भवितुम् अर्हति, तादृशजन्तोः अदृश्यम् अपेक्षते यस्य कृते अङ्कुरः उपभोगः. अदृष्टवशात् एव कार्यम् उत्पत्तुम् अर्हति. अपि च एतत् सर्वम् अस्माभिः न ज्ञायते. अदृष्टं धर्मः अधर्मः अस्माभिः न दृश्यते. अतः कदा सर्वाणि कारणानि उपस्थितानि इति अस्माभिः न ज्ञायते. कार्यं यदा जायते तदा अहो अधुना कारणानि स्युः इति अनुमातुं शक्यते अस्माभिः. आहत्य कार्यस्य एकम् एव कारणं न भवति. सर्वा सामग्री या भवति कस्यचित् कार्यस्य ताम् अपेक्षते. यस्मिन् दिने कार्यम् उत्पन्नं तत्पूर्वक्षणे इमानि सर्वाणि कारणानि सन्ति इति अनुमातव्यम्. उच्यतां महोदय. इदानीं किमस्ति, अङ्कुरस्य उत्पादार्थं कः प्रसङ्गः अस्ति? येन जीवेन अङ्कुरात् उपभोगः सुखदुःखसाक्षात्कारः यस्य जीवस्य भवितुम् अर्हति. भगिनी भवती एव वदतु. अस्तु, तर्हि अत्र अर्थः अस्ति अङ्कुरस्य उत्पत्त्यर्थम् एषां कः प्रसङ्गः. एषाम् इत्युक्ते ज्ञाने च कृतीनां कृतयः सन्ति चेदपि प्रसङ्गः कदा जायते. येन जीवेन अङ्कुरात् उपभोगः सुखदुःख साक्षात्कारः यस्य जीवस्य भवितुम् अर्हति. सः जीवः यः अङ्कुरम् अनुभवतु इति अदृष्टेन निर्णीतम्. तेन जीवेन पूर्वजन्मनि वा अथवा पूर्वं कदाचित् कृतौ धर्माधर्मौ पापपुण्ये तदाधारीकृत्य तस्य जीवस्य उपभोगः भवतु इति निर्णीतं भवति. तदुपभोगः यस्य कस्यापि भवतु, अस्तु जन्तुः वा मनुष्यस्य वा जन्तोः वा मृगस्य वा कस्यचित् उपभोगः भवतु इति निर्णीतं चेत् तदस्ति अदृष्टम्. अस्तु, तद् अदृष्टम् आधारीकृत्य एव अस्तु अधुना अङ्कुरः भवतु उपभोगेन उपभोगरूपेण इति निर्णयं कृत्वा तदा कार्यम् उत्पद्यते इति उक्तम् अन्तिमवाक्ये. अदृष्टवशात् एव कार्यम् उत्पत्तुम् अर्हति. कस्य अदृष्टवशात्? जन्तोः वा मनुष्यस्य वा अथवा मृगस्य वा, यस्य कस्यापि जीवस्य अदृष्टम् आधारीकृत्य एव कार्यं सम्भवति अस्मिन् विषये. एतत् केवलम् ईश्वरस्य कार्यस्य विषये इति मनसि स्थापयन्तु. अस्तु, जीवात्मनः कार्यम् अथवा क्रिया तथा नास्ति. प्रथमं ज्ञान इच्छा कृतिः भवति, तदनन्तरं क्रिया सञ्जायते. ईश्वरस्य विषये तथा नास्ति. ईश्वरस्य विषये अन्या सामग्री अपि अपेक्षिता. अदृष्टम् इत्यपि एका सामग्री ईश्वरस्य क्रियार्थं. भगिनी क्षम्यतां, वदतु वदतु. अन्यत् किमपि नास्ति भगिनि, वदतु. प्रश्नः अस्ति, वयं पूर्वम् अन्यम् उदाहरणं वयं दृष्टवन्तः. एकः मनुष्यः ग्रामान्तरं गच्छति, गवाक्षात् वृक्षान् पश्यति इति. तस्मिन् उदाहरणे अपि सर्वं भवति एव ज्ञानम् अस्ति वृक्षाणां ज्ञानं, तदनन्तरम् इच्छा, तदनन्तरं क्रिया क्रीणाति अपि. परन्तु तस्मिन् विषये अपि अदृष्टम् इति विषयः अपेक्षते खलु. सत्यं भगिनि, एकः मनुष्यः वृक्षं पश्यति गवाक्षात्, तर्हि सः मनुष्यः वृक्षं पश्यति चेत् तस्मिन् ज्ञानं भवति इति अदृष्टेन निर्णीतम्. अत्र अस्ति खलु भोगः जायते सुखदुःख इत्येव अदृष्टः. वृक्षः तु ईश्वरस्य क्रिया, मनुष्यस्य नास्ति. अस्तु, सः वृक्षः ईश्वरस्य क्रिया अस्ति. यं वृक्षं मनुष्यः पश्यति ईश्वरस्य क्रिया सः वृक्षः. सा क्रिया कदा जायते इति प्रायः मनुष्यस्य अदृष्टेन निर्णीयते. प्रश्नः, यः कोऽपि किमपि पश्यति तदनन्तरं स्वीकर्तुम् इच्छति, ते सर्वे अदृष्टम् इति वक्तुं शक्नुमः? ईश्वरस्य क्रियार्थम् अदृष्टम् अपि एका सामग्री. तर्हि मनुष्यः यत्किमपि पश्यति तद् सत्यं. मनुष्यः वृक्षं पश्यति, मनुष्यस्य क्रिया अस्ति वृक्षस्य क्रयणे, न तु वृक्षस्य निर्माणे खलु. वृक्षस्य निर्माणम् ईश्वरस्य क्रिया. ईश्वरस्य क्रिया तदा भवति यदा कस्यचित् जीवस्य अदृष्टं भवति तदा. भगिनी, प्रश्नः अस्ति तत्र अङ्कुर विषये यद् लिखितमस्ति, तत्र अङ्कुरात् कस्यचित् जीवस्य उपभोगः भवति, तस्य जीवस्य अदृष्टवशात् तत्र कार्यं भवति इति, अङ्कुरस्य उत्पन्नं भवति वा न वा इति खलु. परन्तु यदा कदापि तथा एव भवति खलु, तत्र अङ्कुरः वा किमपि अन्यफलं वा तत्र उत्पन्नं भवति, परन्तु कोऽपि तस्य उपभोगं न स्वीकुर्वन्ति, तत्र कथं तस्य समर्थं कुर्मः तर्हि? भवती यद्वदति इदानीम्, अस्तु पर्वतः अस्ति, पर्वतस्य कोऽपि उपभोक्ता नास्ति, किमर्थं तद् कृतम् इति भवत्याः प्रश्नः स्यात् खलु. तदपि भवतु, नो चेत् अङ्कुरः एव स्वीकर्तुं शक्नुमः, तत्र अङ्कुरः प्रायः उच्चैः अस्ति, पर कोऽपि तत् स्वीकर्तुं न शक्नुमः. तत्र भवति खलु यदा तत्र फलं वा पुष्पम् अस्ति विकसति, तत्र पुष्पं पृथक्तया स्थापयामः, किमर्थं चेत् अन्यसा विषयं वक्तुं शक्नुमः, परन्तु फलमेव स्वीकुर्मः, तत्र कोऽपि तत् तस्य उपभोगं न करोति. एवं चिन्तयतु, फलस्य फलाः फलं बहु उपरि अस्ति वृक्षे, कोऽपि तस्य उपभोक्ता नास्ति, किन्तु फलम् अन्ततो गत्वा पतति इति चिन्तयतु. भूमौ पतति चेत् तत्र भूमौ विद्यमानानां कीटानां वा जन्तूनां वा उपभोगः स्यात्, जन्तोः अपि अस्ति अदृष्टम्. यद् कोऽपि जीवात्मा अस्ति लघु, तर्हि तत्र अस्तु तु तर्हि तत्र यत्किमपि फलम् अस्ति तस्य अदृष्ट कारणं किमपि अस्ति कस्यपि जीवस्य. इदं स्वीकृतमस्ति यत् ईश्वरस्य क्रिया तदा भवति यदा किमपि कारणं भवति, तदा एव भवति ईश्वरस्य क्रिया इति स्वीकृतम्. किमपि कारणं स्यात्, अस्माभिः न दृश्यते. अधुना वयं चिन्तयामः पर्वतमस्ति, तत्र कोऽपि न गच्छति, किमर्थम् अस्ति, तत्रापि किमपि कारणं स्यात् इति कृत्वा एव ईश्वरस्य क्रिया भवति. तदपि एकं कारणम् अस्ति. सत्यं सत्यम्. अस्माभिः मनुष्यैः अस्माकं लघु मनः अस्ति, सर्वाणि कारणानि अस्माभिः चिन्तयितुं न शक्येत, परन्तु किमपि कारणं स्यात् इति स्वीकृतम् ईश्वरस्य क्रियार्थम्. भगिनी, मम चिन्तनम् अस्ति, उपभोगं केवलं खादनेन एव न भवति, दर्शनमपि एकविधम् उपभोगम् अस्ति खलु? सत्यं सत्यं, तदर्थमेव फलविषये पुष्पविषये तथैव भवति खलु, पुष्पं विकसति चेत् तत्र उपभोगः तु तत्र केवलं दृष्ट्वा यत् सुखं प्राप्नुमः तदेव प्रायः उपभोगः. अत्रापि उक्तं भगिनि, सुखदुःख साक्षात्कारः भोगः इति. भोगः अत्र अनुभवः इति चिन्तयतु, केवलं खादनं भोजनम् इति न. सुखदुःख साक्षात्कारः, भगिन्या यदुक्तं पुष्पस्य विषये, तस्य साक्षात्कारः भवति चेत् मनसि आनन्दः भवति, तदपि भोगः, सः अपि भोगः, एकविधभोगः तथा. अस्तु, अग्रे सरेम वा? अनन्तरं तत्र वाक्यद्वयम् अजितमहोदय पठति वा, अपि च एतत् सर्वं राजेन्द्रमहोदयेन पठितं, किन्तु पठित्वा भवान् एव किञ्चित् वदतु इदानीम्. अपि च एतत् सर्वम् अस्माभिः न ज्ञायते, अदृष्टं धर्मः अधर्मः अस्माभिः न दृश्यते, अतः कदा सर्वाणि कारणानि उपस्थितानि इति अस्माभिः न ज्ञायते. कार्यं यदा जायते तदा अहो अधुना कारणानि स्युः इति अनुमातुं शक्यते अस्माभिः. इत्युक्ते यदा कार्यम् अनुभव्यते अथवा दृश्यते तदा कारणकार्यबन्ध इति रूपेण कार्यमस्ति, कार्यं वयं कार्यं दृष्टामः तदेव कारणम् अस्ति इति वयं चिन्तामः, किन्तु सदा धर्मः अधर्मः अथवा अदृष्टम् अस्माभिः न दृश्यते. तत् भगिन्या यत् पृष्टम् उपरितने भागे फलम् अस्ति, किमर्थं तदस्ति, तस्य उत्तररूपेण अत्र एतत् सर्वम् अस्माभिः न ज्ञायेत, अस्तु अदृष्टं न जानीमः, किं कारणं किम् इति न जानीमः, परन्तु तस्य फलं दृष्ट्वा अथवा क्रियां दृष्ट्वा अनुमानं कुर्मः, ओ अस्तु अधुना सर्वाणि कारणानि स्युः, तदर्थम् एषा क्रिया जाता, एषा क्रिया जाता नाम एतत् फलं जातम् अथवा एषः पर्वतः जातः, एषा नदी जाता इति यदा पश्यामः तदा अनुमानं कर्तुं शक्नुमः, प्रायः सर्वाणि कारणानि सर्वाः सामग्र्यः स्युः अत्र, तदर्थम् एतत् जातम् इति. अस्तु अग्रे पठतु महोदय. आहत्य कार्यस्य एकमेव कारणं न भवति, सर्वा सामग्री या भवति कस्यचित् कार्यस्य ताम् अपेक्षते, यस्मिन् दिने कार्यम् उत्पन्नं तत् पूर्वक्षणे इमानि सर्वाणि कारणानि सन्ति इति अनुमातव्यम्. इत्युक्ते सदा कार्यस्य एकमेव कारणं न भवति एव, अनेकानि कारणानि प्रायः सन्ति. अनेकानि कारणानि स्युः, अस्माभिः सर्वं न ज्ञायते, परन्तु यदा कार्यम् उत्पद्यते, यदा बीजात् अङ्कुरः जायते, तदा तस्य पूर्वक्षणे सर्वाणि कारणानि सन्ति इति अनुमानं कर्तुं शक्नुमः. इत्येव विषयः अस्ति. तर्हि मुख्यांशः अस्ति अत्र ईश्वरस्य ज्ञानेच्छा कृतयः नित्याः. यद्यपि सर्वं नित्यमस्ति, ज्ञानम् इच्छा कृति ईश्वरस्य, तथापि क्रिया न नित्या. क्रिया किमर्थं न नित्या? यतोहि क्रियार्थम् अन्याः सामग्र्यः अपेक्षन्ते, यथा दृष्टम्, उचितः कालः इत्यादिकम् अपेक्षते क्रियार्थम्. इति मुख्यः विषयः अस्ति करपत्रे. अस्तु, तर्हि अग्रिमकरपत्रम् उद्घाटितमस्ति वा? आत्मा मनः च इति. अस्तु, गोपालमहोदय पठति वा? आत्म आरभ्य पिपीलिकादिगजपर्यन्तं सर्वेषाम् एकैकम् आत्मा, प्रत्येकं च जीवात्मा विभुः. किन्तु ज्ञानाश्रयत्वं प्रत्येकं जीवस्य शरीरे एव भवति. जीवात्मा सर्वत्र, परन्तु तस्मिन् ज्ञानम् उत्पद्यते केवलं यत्र सः जीवात्मा स्वस्य शरीरे भवति. अन्यत्र सर्वत्र जीवात्मा अस्त्येव, परन्तु तस्मिन् ज्ञानं न उत्पद्यते. यत्र जीवात्मनः संयोगः अपरस्य शरीरेण सह, तत्र तस्मिन् आत्मनि ज्ञानं न उच्यते. यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह, तत्रापि ज्ञानं न उत्पद्यते. एवञ्च द्वौ आत्मानौ उभौ अपि सर्वव्यापिनौ, उभयोः अपि संयोगः सर्वस्मिन् शरीरे, परन्तु ज्ञानम् एकस्मिन् आत्मनि उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः. इद मुख्य अंशः एकैकस्मिन् सर्वेषु जन्तुषु, अद्य जन्तुषु मनुष्याणामपि एकैक आत्मा अस्ति. परं प्रत्येकं च जीवात्मा विभुः इत्युक्ते जीवात्मा परमात्मात् उच्यते. परमात्मा एव जीवात्मा रूपेण सर्वेषां जन्तूनाम् अस्ति इति अवयोः अस्माकं चिन्तनमस्ति. किन्तु यदा जीवस्य शरीरे प्रत्येकं जीवशरीरे एव भवति ज्ञाना आत्मज्ञानं भवति सर्वत्र, परन्तु तस्मिन् ज्ञानं यदा आत्मा जीवात्मा स्वस्य शरीरे भवति तदेव ज्ञातुं शक्यते. परन्तु यदा जीवात्मा अन्यस्मिन् शरीरे अस्ति, तत् अस्माभिः ज्ञातुं न शक्यते, ज्ञानं न उत्पद्यते एव. जीवात्मनः संयोगः अपरस्य शरीरेण सह अपि भवति, तस्य अन्यस्य ज्ञानं भवति, जीवात्मा अस्ति शरीरे इति ज्ञानमस्ति, परन्तु वयम् अहं न ज्ञातुं शक्नोमि. यत्र च अन्यजीवात्मा संयोगः भवति प्रथमस्य शरीरेण सह, तत्रापि ज्ञानं न उत्पद्यते, तत् न अवगम्यते. यत्र च अन्यजीवात्मनः संयोगः भवति प्रथमस्य शरीरेण सह, प्रथमशरीरे तत्रापि ज्ञानं उच्यते. केवलं एवं चिन्तयामः, द्वौ आत्मानौ सः उभौ अपि सर्वव्यापिनौ, बहवः आत्मानः सन्ति, ते सर्वे सर्वव्यापिनः, परन्तु एकैकस्मिन् शरीरे स्वस्मिन् शरीरे संयोगः भवति, तस्मिन् शरीरे एव ज्ञानं भवति, अन्यस्मिन् शरीरे ज्ञानं न उत्पद्यते. अस्तु, अत्र यदुक्तं तस्य अर्थः जीवात्मा विभुः इति वयं पठितवन्तः गते सप्ताहे अपि. आत्मनः विषये यदा चर्चा आसीत्, परमात्मा अपि विभुः, जीवात्मा अपि विभुः. विभुः नाम सर्वमूर्तद्रव्यसंयोगी, सर्वव्यापी विभुः इत्यस्य अर्थः. तर्हि अत्र यदुक्तं, यद्यपि जीवात्मा विभुः, जीवात्मा सर्वत्र अस्ति, किन्तु जीवात्मनि यद् ज्ञानमस्ति तद् ज्ञानं शरीरसम्बद्धिज्ञानमेव. मम जीवात्मा, मम जीवात्मनि यद् ज्ञानमस्ति तद् मम शरीरसम्बन्धि. भवतः आत्मनि, जीवात्मनि यद् ज्ञानं तद् भवतः शरीरसम्बन्धि, तथा अस्ति. जीवात्मनः संयोगः भवति, अस्तु, बहवः, सत्यं, बहवः जीवात्मः सन्ति, जीवात्मानः सन्ति, अस्तु, तेषां संयोगः अपि भवति अपरस्य शरीरेण सह. जीवात्मा विभुः अस्ति चेत् सर्वेषां जीवात्मानाम् अपरेषां शरीरेण सह भवति एव संयोगः. किन्तु ज्ञानं तु सीमितं, ज्ञानं स्वशरीरसम्बद्धि एव. यस्मिन् जीवात्मनि, यस्मिन् शरीरे जीवात्मा, ज्ञानम् इत्युक्ते मम, ऐ मीन् जीवात्मा यत् मम शरीरे अस्ति तस्य ज्ञानम् अहमेव जानामि, परन्तु मम भवता न ज्ञायते इति. अहम्, अहम् इति यदुक्तम्, अहम् इत्यपि एकं ज्ञानम्, अहं मनुष्यः इति ज्ञानं, सः एव जीवात्मा. अहम् इति ज्ञानमस्ति, अहं खादामि, अहम् इच्छामि इति जीवात्मनः ज्ञानमस्ति, शरीरसम्बद्धज्ञानम्. जीवात्मा सर्वव्यापी, परन्तु तस्य ज्ञानं सीमितं, शरीरसम्बन्धिज्ञानमस्ति. येन शरीरेण, येन शरीरेण सह सम्बन्धः, संयोगः अस्ति, तत्रैव भवति. स्वशरीरेण सह यत्र संयोगः भवति तस्य ज्ञानं भवति जीवात्मनः. अहम् इत्युक्ते आत्मा एव इति सत्यम्. अहम् अहं रक्षा अस्मि इति अपि एकं ज्ञानं खलु. तद् ज्ञानं कथं सञ्जायते? मम शरीरस्य सम्बन्धेन, मम मनसः सम्बन्धेन सञ्जायते तादृशं ज्ञानं मम आत्मनि इति अस्ति. तदर्थमेव उक्तं, परन्तु ज्ञानम् एकस्मिन् आत्मनि उत्पद्यते केवलं यत्र स्वशरीरेण सह संयोगसम्बन्धः. यद्यपि बहूनां जीवात्मनः संयोगः भवति बहूनां शरीरेण सह, परन्तु आत्मनि यद् ज्ञानं विद्यमानं तद् ज्ञानं भवति स्वशरीरेण सह संयोगसम्बन्धेन एव इति अस्ति. भगिनि, अपरस्य अर्थं किम् अत्र? अपरः, अन्यः, अन्यः इति अर्थः. अपरस्य शरीरेण सह संयोगः भवति चेदपि तत्र अपरशरीरसम्बन्धिज्ञानं न भवति, स्वशरीरसम्बन्धिज्ञानमेव भवति जीवात्म इति अस्ति. अस्तु, अग्रे माला भगिनी पठति वा? आं भगिनि. तथा चेत् विभुत्वात् को लाभः अथवा किमर्थं जीवात्मा विभुः, यतो हि यदि स्वस्य परिमाणं शरीरपर्यन्तम् एव अभविष्यत् तर्हि जीवात्मनि मध्यमपरिमाणत्वात् अनित्यम्, अनित्यत्वात् मोक्षः असम्भवः, अपि च पूर्वजन्मनः धर्माधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं न अभविष्यत्, अतः जीवात्मा विभुः इत्युच्यते. विभुत्वात् सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि, तथा सति सर्वैः शरीरैः सह संयोगसम्बन्धः, किन्तु ज्ञानाश्रयत्वं केवलं स्वस्य शरीरे. किमर्थम् इति चेत् तत्र विलक्षणसंयोगसम्बन्धः इत्युच्यते. जीवः तु प्रतिशरीरं भिन्नो, विभुः नित्यश्च. अत्र लिखितमस्ति विभुत्वात् कः लाभः किमर्थं विभुः अत्र प्रश्नः किमर्थम् आगतः? प्रश्नः किमर्थम् इत्युक्ते अस्माकं स्वस्य शरीरे एकः अत्र विभुत्वस्य कः लाभः? प्रथमपरिच्छेदे वयं पठितवन्तः यद् जीवात्मा विभुः परन्तु ज्ञानं सीमितम् इत्यादिकं पठितवन्तः खलु? तथापि जीवात्मा विभुः एव इति वदामः. आम्, किमर्थं तथा इति अग्रे उत्तरमस्ति. आम्, तथा चेत् विभुत्वात् कः लाभः अथवा किमर्थं? जीवात्मा विभुः यतोहि यदि स्वस्य परिमाणं शरीरपर्यन्तम् एव अभविष्यत् तर्हि जीवात्मनि मध्यमपरिमाणत्वात् अनित्यम् अनित्यत्वात् मोक्षः असम्भवः. आम्, किमर्थं विभुः अस्ति इत्युक्ते पूर्वजन्मनि यत् पापं पुण्यं कृतवन्तः तस्य भोगः न अनुभूयते अस्माभिः, अतः विभुः अतः जीवात्मा विभुः. अत्र प्रथमविषयः अस्ति जीवात्मा विभुः सर्वव्यापी. अस्तु, यदि जीवात्मा विभुः न स्यात् तदा किम् अभविष्यत्? तस्य परिमाणं मध्यमपरिमाणम् अभविष्यत् खलु. मध्यमपरिमाणम् इत्युक्ते घटपटादयः, अस्माकं शरीराणि, एते सर्वाणि मध्यमपरिमाण परिमाणवस्तूनि. यदि जीवात्मा विभुः न अभविष्यत् तर्हि जीवात्मनः परममहत् परिमाणं न अभविष्यत्, तदा मध्यमपरिमाणम् अभविष्यत् चेत् यथा घटपटादीनां नाशः भवति, यथा शरीरस्य नाशः भवति, तथा प्रायः जीवात्मनः अपि नाशः अभविष्यत्. तदा अनित्यम् अभवत् भवति. अनित्यत्व यदि विभुः इति न स्वीकुर्मश्चेत् तदा अनित्यम् इति स्वीकर्तव्यं भवति. अनित्यत्वस्य स्वीकारे दोषः सञ्जायते. सः दोषः कः इति अग्रे अस्ति. पूर्वजन्मनः पठतु तत्र. द्वितीयपङ्क्ति, पूर्वजन्मनः धर्माधर्मयोः अभावात्. पूर्वजन्मनः धर्माधर्मयोः अभावात् वर्तमानस्य सुखदुःखयोः कारणं न अभविष्यत्. अनित्यं भवति चेत् पूर्वजन्मनः धर्मः अधर्मः कृतवन्तः चेत् वर्तमानकाले सुखदुःखं न अभविष्यत् मनुष्यस्य. अतः जीवात्मा विभुः इति उच्यते. जीवात्मा विभुः इति स्वीकर्तव्यः, यतोहि विभुत्वस्य अस्वीकारे अनित्यत्वं स्वीकर्तव्यं भवति. अनित्यत्वस्य स्वीकारेण धर्माधर्म अस्मिन् जन्मनि सुखदुःखं किमर्थम् अस्ति इति न ज्ञायते. कारणं न ज्ञायते. हा, सः एव जीवात्मा पूर्वजन्मतः अस्मिन् जन्मनि धर्माधर्मस्य भोगार्थम् अथवा सुखदुःखस्य भोगार्थम् आगतम् इति कृत्वा जीवात्मा विभुः मध्यमपरिमाणवान् नास्ति, अपि तु परममहत् परिमाणवान् इति विभुत्वस्य स्वीकारेण एतत् साधितम्. भगिनी, प्रश्नः अस्ति, अनित्यत्वात् मोक्षः असम्भवः, किञ्चित् वदतु भगिनी. तद् मया अपि ज्ञायते भगिनी, किमर्थं तत्र स्थापितमिति अहमपि चिन्तयन्ती अस्मि. अनित्यत्वात् मोक्षः न असम्भवः, न ज्ञायते. महोदय, मोक्षः इत्युक्ते ईश्वर संयोगः, ईश्वर संयोगः इति. सत्यं सत्यं, मोक्षः इत्युक्ते ईश्वरसंयोगः, परन्तु आध्यात्मस्य विषयः किमर्थम् अत्र अस्ति इति मम चिन्तनमस्ति भगिनि. वयं तदा एव मोक्षं प्राप्तुं शक्नुमः यदा वयं मनुष्यरूपेण जन्मनि जन्मम् अभविष्यत्. अतः प्रायः हा हा हा भवत्या यदुक्तं तत्र चिन्तयामि यत् जीवात्मा अनित्यमस्ति चेत् तत्र अनित्यत्वेन अपरः जन्मः न भवति, अपरं जन्म न भवति. एकस्मिन् जन्मनि सर्वम् अभविष्यत् चेत् अपरं जन्म न भवति, तेन मोक्षं न भवति अग्रे. आम् आम् तर्हि मोक्षं भवति खलु, अपरजन्मं न भवति चेत् मोक्षमेव. सत्यं सत्यं, तत् किञ्चित् डिबेटबल् अस्ति अत्र, किमर्थम् अस्ति इति महोदयेन प्रष्टव्यम्. अपरजन्म न भवति तत्र मोक्षम् अस्ति इति अपि चिन्तनम् अस्ति, आध्यात्मिकचिन्तनम्. आम् सत्यं भगिनि. अस्तु तर्हि पश्येम, मुख्यविषयः अस्ति अत्र विभुत्वं, तेन परममहत् परिमाणं स्वीकृतं, न तु मध्यमपरिमाणं, यतोहि मध्यमपरिमाणस्वीकारेण अनित्यत्वं जायते इति. अग्रे पठति वा भगिनि विभुत्वात्? विभुत्वात् सर्वमूर्तद्रव्यसंयोगित्वं जीवात्मनि. एतत्तु सरलमेव, विभुः इत्युक्ते सर्वमूर्तद्रव्य संयोगवान् इति. जीवात्मनि अपि तादृशं लक्षणमस्ति. अनन्तरं तथा सति सर्वैः शरीरैः सह संयोगसम्बन्धः, किन्तु ज्ञान आश्रयत्वं केवलं स्वस्य शरीरे. यथा पूर्वम् उक्तवन्तः, सर्वैः शरीरैः सह संयोगसम्बन्धः भवति चेदपि अस्माकं स्वस्य शरीरे एव ज्ञानम् उत्पद्यते. अन्यस्मिन् शरीरे तत् ज्ञानं न उत्पद्यते. किमर्थम् इति चेत् तत्र विलक्षणसंयोगसम्बन्धः इति उच्यते. विलक्षणसंयोगसम्बन्धः नाम असाधारणसंयोगसम्बन्धः. अस्तु, अस्माभिः दृष्टं खलु जीवात्मनः अपरेण शरीरेण सह अपि सम्बन्धः अस्ति, परन्तु स्वशरीरेण सह यः सम्बन्धः भवति तेनैव ज्ञानं जायते जीवात्मनः. तदेव विलक्षणसंयोगसम्बन्धः वा? सत्यं सत्यं. जीवः तु प्रतिशरीरं भिन्नः, विभुः नित्यं च. जीवात्मा प्रतिशरीरे भिन्नं भवति, परन्तु विभुः अपि अस्ति. विभुः तु नित्यम् अस्ति. शरीरं भिन्नं भवति, परन्तु विभुत्वं नित्यं. सत्यम् इति अस्ति. एतद् वाक्यं तु पुस्तकात् उद्धृतं, पुस्तके अपि आत्मनः लक्षणविवरणे एतद् वाक्यमस्ति, जीवात्मा प्रतिशरीरं भिन्नः परन्तु विभुः नित्यं च इति. अस्तु, अग्रे अखिला भगिनी पठति वा? तत्र प्रश्नः भगिनि, जीवस्तु तत्युक्ते जीवात्मा आर् भिन्न जन्तु न जीवात्मा इति जन्तु जन्तोः अपि जीवात्मा भवति खलु, तत् सर्वं सङ्गृहीतं जीवस्तु इत्यस्य वदनेन. भगिनि एकः प्रश्नः, भावनाख्यसंस्कारः इत्युक्ते अर्थः कः? भावना नाम्ना संस्कारः इति अर्थः. संस्कारस्य नाम भावना इति. तादृशसंस्कारः आत्मनः एकः गुणः इति अस्ति. अस्तु, अखिला भगिनी अग्रे पठति वा? जीवात्मनः प्रत्यक्षं भवति मनसा, परमात्मनः प्रत्यक्षं न जायते. अतः अनुमानप्रमाणेन परमात्मा साधनीयः, यथा पूर्वं प्रदर्शितम् अङ्कुरः जायते बीजात्. यद्यत् उत्पद्यते तस्य कश्चन कर्ता भवति एव. पुस्तकनिर्माणं करोति कश्चन, घटनिर्माणं करोति कश्चन. यत् उत्पद्यते तस्य नाम कार्यं. यद्यत् कार्यं भवति तस्य कार्यस्य कर्ता नितरां भवति. कर्तारं विना कार्यं न उत्पद्यते. अङ्कुरादिकम् अपि उत्पद्यते, अङ्कुरादीनां कर्तृत्वम् अस्माकं न सम्भवति. अतः सः कर्ता अन्यः एव भवेत्. स एव कर्ता ईश्वरः इत्युच्यते. क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् इति अनुमानम्. क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वं यथा घटः. तत्र जीवात्मनः तु मनसा प्रत्यक्षं भवति, परन्तु तत्र परमात्मनविषये तथा नास्ति. तस्य तु प्रत्यक्षं न भवति. तत्र अनुमानप्रमाणेनैव परमात्मस्य परमात्मा साधनीयः भवति. इत्युक्ते परमात्मस्य परमात्मः अस्ति इति विषयं तत्र अनुमानेनैव साधितुं शक्नुमः. तस्मिन् विषये पुनः तत्र अङ्कुरः विषये पश्यामः चेत् तत्र अङ्कुरः बीजात् जायते. यदा पूर्वं वयं दृष्टवन्तः सामग्रीः सर्वाणि आवश्यकानि तत्र अङ्कुरात् क्षम्यतां बीजात् अङ्कुरस्य आगमनार्थं. परन्तु तत्र यद्यपि तत्र सर्वाणि सामग्राणि सन्ति चेदपि तत्र कोऽपि कर्ता आवश्यकं. यथा घटनिर्माणं वा पुस्तकनिर्माणं वा पश्यामः चेत् तत्र सर्वाणि वस्तूनि अस्ति चेदपि तत्र कोऽपि कर्ता आवश्यकं तस्य निर्माणस्य कृते. तथैव तत्र यद्यपि सर्वाणि वस्तूनि अस्ति तत्र कोऽपि कर्ता आवश्यकम् अङ्कुरस्य कृते अपि अङ्कुरस्य उत्पादनस्य कृते तु अङ्कुरादीनां तस्य उत्पादनकर्ता अस्ति तत्र ईश्वरः. तथैव तत्र पुस्तकात् अपि तत्र वाक्यमस्ति शित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् घटवत् घटव क्षम्यतां तत्र कार्यम् इत्युक्ते किम् इति अपि अस्ति. यत्र किमपि वस्तु उत्पद्यते तत् तस्य नाम तत् उत्पद्य प्रासेस् इति वदामः खलु तस्य नाम अस्ति कार्यं. सो तत्र घटवत् जन्यम् आम् कर्तृजन्यं कर्तृजन्यं कार्यं तत्र तत्र अङ्कुरादिकं कर्तृजन्यं कार्यं यदस्ति तत् तस्य निर्माता अस्ति परमात्मा. सम्यक् अस्ति इत्येव अस्ति यथा अनुमानमेव कर्तुं शक्नुमः. सत्यं सत्यम् अनुमानेन परमात्मनः साधनं भवति. यथा पुस्तकघटादीनां कोऽपि कर्ता भवति तथैव क्षिति अङ्कुरादीनां. क्षिति नाम पृथिवी. अङ्कुरं पृथिवी महोदय पृथिवी अथवा मृत् तदस्ति क्षिति इति. तेषां क्षितीनाम् अङ्कुराणाम् इत्यादीनां कर्ता अपि कोऽपि स्यात्. अपि च क्षिति अङ्कुरादिकं कार्यम् अस्ति अथवा कर्तृजन्यम् अस्ति. यदा कोऽपि कार्यमस्ति तस्य कर्ता अपि स्यात् इति चिन्तयित्वा एव परमात्मनः अनुमानं भवति. परमात्मा अस्ति इति वदामः यतोहि क्षित्यङ्कुरादि अङ्कुरादीनाम् अपि कोऽपि कर्ता भवतु इति चिन्तयित्वा इति अस्ति परमात्मनः अनुमानम्. अस्तु अग्रे वर्धिनी भगिनी पठति वा. आं भगिनि. जीवात्मनः किन्तु प्रत्यक्षं जायते. प्रत्यक्षं द्विविधं, बाह्यप्रत्यक्षम् आन्तरप्रत्यक्षं च. बाह्यप्रत्यक्षं पुनः पञ्चविधं, चाक्षुषं, रासनं, घ्राणजं, श्रवणं, त्वाचं च. आन्तरप्रत्यक्षम् एकविधं, मानसप्रत्यक्षं, मनसा जायमानं प्रत्यक्षं मानसम्, अहं जानामि, अहम् इच्छामि, अहं खादामि, अहम् इति भवति किल, तदेव प्रत्यक्षम्। अहम् इति प्रतीतिः भवति, अहम् इति पदस्य अर्थः आत्मा। इदं मानसप्रत्यक्षं, मनः अपि इन्द्रियं, मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः, मनसा आत्मनः प्रत्यक्षम्, आत्मनि विद्यानां ज्ञानादीनां च प्रत्यक्षम्। ज्ञानस्य प्रत्यक्षम्, इच्छायाः प्रत्यक्षं, दुःखस्य प्रत्यक्षम्, एवं च नवानां विशिष्टगुणानां प्रत्यक्षं भवति मनः इति इन्द्रियेण। घटपटादीनां प्रत्यक्षं जायते चक्षुरिन्द्रियेण। मनसा यत् ज्ञानं जायते तस्य ज्ञानस्य विषयः आत्मनि विद्यमानाः इच्छासुखदुःखादयः गुणाः, जीवात्मा स्वयं च। प्रत्यक्षं द्विविधाः सन्ति, बाह्यप्रत्यक्षम्, अन्तरप्रत्यक्षम्। बाह्यप्रत्यक्षे पुनः पञ्चविधाः। अत्र प्रश्नः अस्ति, कस्य प्रत्यक्षम्? जीवात्मनः प्रत्यक्षं, परमात्मनः प्रत्यक्षं न भवति, परन्तु अनुमातव्यं भवति परमात्मा अस्ति इति, परन्तु जीवात्मनः प्रत्यक्षज्ञानमस्ति। तच्च द्विविधं यथा भगिनी उक्तवती, बाह्यम् आन्तरम्। अस्तु, उच्यताम्। बाह्यप्रत्यक्षम्, अन्तरप्रत्यक्षं। बाह्यप्रत्यक्षं पुनः पञ्चविध, चाक्षुषं, रसनं, घ्राणं, श्रवणं, त्वक्। अन्तरप्रत्यक्षं त्वाच्यं, त्वचा यद् प्रत्यक्षं भवति तद् त्वाच्यं, तावदेव अस्ति। अन्तरप्रत्यक्षम् एकविधं, मानसप्रत्यक्षम् इत्युक्ते मनसा जायमानं मानसम्। अहं जानामि, अहम् इच्छामि, अहं खादामि, अहम् इति प्रत्यक्षम्। अहमिति प्रत्यक्षम्, अपि च अनन्तरम् उक्तम् अहम् इति यद् प्रतीतिः भवति सः अहम् अहम् इति पदम् एव ज्ञानं, आत्मा, आत्मा। मनः अपि एकम् इन्द्रियम् अस्ति, तेन ज्ञायते आत्मा, जीवात्मा अस्ति इति ज्ञायते। किमर्थं ज्ञायते? एतादृशैः प्रत्यक्षैः, मानसप्रत्यक्षम्। अस्तु, अग्रे। मनः अपि इन्द्रियः, मनः इति इन्द्रियेण प्रत्यक्षं जायते आत्मनः। मनः इति इन्द्रियेण प्रत्यक्षम् आत्मनः, मनसा आत्मनः प्रत्यक्षम्, आत्मनि विद्यानां ज्ञानादीनां विद्यमानानां, तत्र विद्यमानानां आत्मनि विद्यमानानां ज्ञानादीनां प्रत्यक्षम्। ज्ञानस्य प्रत्यक्षम्, इच्छायाः प्रत्यक्षं, दुःखस्य प्रत्यक्षम् इति नव गुणानां प्रत्यक्षं भवति। मनः मनसा नव नव आत्मगुणानां प्रत्यक्षं भवति मनसा गुणानाम्। अग्रे चक्षुरिन्द्रियेण घटपटादीनां प्रत्यक्षं भवति। तर्हि मनसा मनसा किं किं सञ्जायते इति अग्रे अस्ति। तस्य ज्ञानस्य विषयः आत्मनि विद्यमानाः इच्छासुखदुःखादयः गुणाः, जीवात्मा स्वयं च। तर्हि मनसि यद् ज्ञानं जायते अथवा मनसा किं किं गृह्यते इति प्रश्ने कृते मनसा आत्मनि विद्यमानाः गुणाः इच्छा सुखदुःखादयः अहं जानामि अहम् इच्छामि अहं सुखी इति मनसि विद्यमानाः गुणाः गृह्यन्ते तदनन्तरम् एतादृशैः ज्ञानैः जीवात्मा अपि गृह्यते मनसा इति उक्तं मनसा आत्मनः गुणाः अपि च स्वयं जीवात्मा च ज्ञायते अस्तु इति आत्मनः विषये किञ्चित् अधुना पुस्तकात् पठामः तत्र जीवस्य अनित्यत्वे का क्षतिः इति भागः अस्ति नवषष्टितमे पुटे अस्माभिः तस्य विषये बहु किमपि अधुनैव पठितमस्ति किन्तु एकवारं पुस्तकात् अपि पठामः लक्ष्मी भगिनी आरब्धुमिच्छति लक्ष्मी भगिनी अस्ति किम् आम् श्रूयते किम् आमाम् इदानीं श्रूयते वदतु भगिनि अत्र जीवस्य अनित्यत्वे का क्षतिः इत्यस्मात् आरभ्य अस्तु भगिनि स जीवः विभुः सकलमूर्तसंयोगवान् किम् इदं मूर्तं यस्मिन् क्रिया सम्भवति कस्मिन् क्रिया सम्भवति यत् क्वचित् नास्ति पृथ्वी जलं तेजः वायुः मनश्च भवति तथाविधं न हि तत् सर्वत्र अस्ति अतः यत्र अस्ति ततः अन्यत्र संयोजनिका संयोगजनिका जायते तस्मिन् क्रिया तच्च क्रियावत् पृथ्व्यादिपञ्चकं मूर्तं तैः सर्वैः संयुक्तत्वात् आत्मविभुः इति उच्यते अर्थात् परममहत् परिमाणवान् अस्तु जीवः विभुः अनन्तरं जीवः सकलमूर्त संयोगवान् अपि मूर्तमित्युक्ते यस्मिन् क्रिया भवति क्रिया सम्भवति क्रिया कुत्र क्रिया सम्भवति पृथ्वी जलं तेजः वायुः अत्र एकं वाक्यमस्ति यद् क्वचित् नास्ति इति वाक्यमस्ति तस्य अर्थः एवं यद् कुत्रचित् नास्ति नाम इदानीं पुस्तकम् अत्र अस्ति परन्तु तत्र नास्ति अस्तु इत्येव अर्थः पुस्तकम् अत्र नास्ति इति कृत्वा अत्र गमनार्थं पुस्तकं तत्र पुस्तकेन तत्र गन्तव्यं येन केनापि पुस्तकं तत्र स्थापितव्यम् इत्येव अर्थः तदर्थं पुस्तके क्रिया अस्ति अथवा कृतव्यां क्रिया अस्ति यद् क्वचित् नास्ति इत्युक्ते यद् सर्वत्र नास्ति कुत्रचित् अस्ति कुत्रचित् नास्ति तादृशेषु पदार्थेषु क्रिया अस्ति इति सर्वत्र नास्ति किन्तु सर्वदापि नास्ति खलु मूर्तद्रव्ये तस्य गणनं भवति वा सर्वदा नास्ति इत्यस्य गणना प्रायः न स्यात् यतोहि एकवारं यदा पदार्थः जायते तदा एव तस्मिन् क्रिया अस्ति वा न वा इति प्रश्नः खलु तर्हि समयस्य विषये नास्ति स्थलस्य इति चिन्तयामि अस्तु नहि तत् सर्वत्र अस्ति अतः यत्र क्रिया अस्ति तत् संयोगसम्बन्धेन कुत्रचित् भवति तदर्थमेव उक्तं क्रिया संयोगजनिका इति यतोहि यत्र क्रिया भवति यत्र क्रिया अस्ति तेन वस्तु कुत्रचित् भवति अस्तु तादृशी क्रिया संयोगजनिका अस्ति अस्तु तच्च अनन्तरं तच्च क्रियावत् पृथ्व्यादिपञ्चकं मूर्तं तथाविधं पृथ्व्यादिपञ्चद्रव्याणि पूर्वं यथा पूर्वम् उक्तं पृथ्वी जलं तेजवायु पुनश्च क्रिया तथाविधं पञ्चमूर्त द्रव्याणि सन्ति पञ्चविधमूर्तद्रव्याणि सन्ति अनन्तरं तैः सर्वैः संयुक्तत्वात् आत्मा जीवात्मा मूर्तद्रव्यैः मूत्रद्रव्यैः संयोगसम्बन्धेन वर्तते विभुः इति उच्यते. आम्, विभुत्वात् तस्य परिमाणं किं? परममहत् परिमाणम्. अस्तु, विभुत्वात् आत्मनः परममहत् परिमाणं, जीवात्मनः अपि परममहत् परिमाणम् इति साधितम्. अनन्तरम् अस्माकं मूलप्रश्नः अस्ति, जीवस्य अनित्यत्वस्वीकारे का क्षतिः, का हानिः? अस्तु, तस्य प्रश्नस्य उत्तरम् अग्रे अस्ति. अग्रे सरला भगिनी पठति वा? एतावता किं ज्ञातं? विभुः अस्ति, परममहत् परिमाणवान्. प्रश्नः अस्ति परममहत् परिमाणवान् इत्युक्ते किं, किञ्चित् विवरणं करोतु कृपया. हा, अत्र पूर्वम् अस्माभिः दृष्टं परमाणुपरिमाणम्. अस्तु, परमाणुः यद्भवति अथवा द्वयणुकं यद्भवति तत् परमाणुपरिमाणम् अस्ति. मध्यमपरिमाणं कस्य भवति? घटः, पटः, शरीरं, यस्य कस्यापि नाशः भवति तादृशस्य मध्यमपरिमाणम्. परन्तु विभूद्रव्याणि कानि स्मरति वा राजेन्द्रमहोदय? न भगिनि, इदानीं बहु विलम्बः जातः. आकाशः, कालः, दीर्घः अपि च आत्मा इति विभूद्रव्याणि. विभूद्रव्याणां परममहत् परिमाणम्, आत्मा अपि तथा विभूद्रव्यं तस्य परममहत् परिमाणं. तस्य स्वीकारेण आत्मनः अनित्यत्वं न भवति. एकवारम् अनित्यम् इति वदामश्चेत् तत्र मध्यमपरिमाणं भवति, मध्यमपरिमाणेन अनित्यद्रव्याणि भवति, तेषां नाशः भवति घटपटादि शरीरवत्. तर्हि आत्मा तथा नास्ति, आत्मनः परममहत् परिमाणत्वमेव अस्ति. तत् किमर्थं स्वीकृतम् इति अग्रे अस्ति, अग्रे पठेम. भगिनी एकनिमिषं, तच्च क्रियावत् पृथिव्यादिपञ्चकं मूर्तम्. आम्, तैः सर्वैः संयुक्तत्वात् आत्मा विभुः. प्रथमप्रश्नः अस्ति, पृथिव्याः संयोगः भवति इति कथं निर्णीयते? आत्मा संयोगः भवति इति कथं वक्तुं शक्नुमः? अस्माकं शरीरः किमस्ति? पृथ्वी, जलं, तेजयुक्तं. तद् जानामि, परन्तु आत्मनः विषयः खलु एतत्? आं भगिनि, एकनिमिषः. तैः सर्वैः संयोगेन, तैः इत्युक्ते किं? पृथ्वी, जलं, तेजः, वायुः, मनः, तेन संयोगेन. तेन संयोगः केन सह? आत्मना सह इत्येव उक्तं. तैः सर्वैः संयुक्तत्वात् आत्मा विभुः इत्येव प्रश्नः आसीत् वा? पृथिव्या सह कथं संयोगः इति प्रश्नः आसीत्, आत्मनः खलु? आम् आम् आम्. हा, पृथिवी इति अस्माकं शरीरमपि पृथिवी, पृथिव्यंशः तु अस्ति, तेन सह संयोगः अस्ति खलु आत्मनः? अस्तु, तर्हि संयोगः अस्ति चेत् शरीरेण सह आत्मनः संयोगः इति अस्ति खलु? सत्यं. शरीरं तु पृथ्वी, जलं, तेजवायुः सर्वं सर्वात्मकः शरीरम् अस्ति. तस्य कारणात् एव अत्र दीयते वा सर्वैः संयुक्तत्वात् इति? सत्यम्, सर्वैः संयुक्तत्वात्. कैः? मूर्तद्रव्यैः संयुक्तत्वात् आत्मा विभुः. अपि च केवलं शरीरम् इति मा चिन्तयतु, इदानीमेव वयं पठितवन्तः खलु क्रिया सञ्जायते. हा, ईश्वरस्य क्रिया सञ्जायते, तैः सह अपि अङ्कुरस्य बीजस्य बीजेनाङ्कुरेण सह अपि तत्र संयोगः भवत्येव. तादृशसंयोगः मूर्तद्रव्यैः सह यत्र संयोगः भवति तादृशम् अस्ति विभुः, आत्मा अपि विभुः. अस्तु, इति कृत्वा आत्मनः परममहत् परिमाणम्. इदानीम् अग्रे पश्येम, परममहत् परिमाणं न स्वीकुर्मश्चेत् कः दोषः भवति इति अग्रे. अस्तु, धन्यवादः भगिनि. अस्तु भगिनि, भवती एव पठतु. जयन्ति भगिनी. अहं वा भगिनि? जयन्ती भगिनि पठतु। अस्तु। तस्य मध्यमपरिमाणवत्वे सः अनित्यः स्यात्। यस्य यस्य मध्यमपरिमाणं सः अनित्यः विनाशी इति खलु घटादौ दृष्टम्। अतः जीवस्य मध्यमपरिमाणे स अपि विनाशी स्यात्। अस्तु तथा किं तेन? तथा सति पूर्वजन्मनि यत् पापं पुण्यं वा तेन आसादितं तस्य जीवरूपाश्रयनाशे नाशः स्यात् इति एकः दोषः। अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं नो उपलभ्येत। अस्तु, एतावता किञ्चित् प्रतिपादयतु। पूर्वं वयं दृष्टवन्तः जीवात्मा विभुः, जीवात्मनः परममहत् परिमाणम् अस्ति इति। अत्र तर्कः अस्ति, यदि तस्य परममहत् परिमाणं नास्ति चेत् किं भवति, किं जायते इति। यदि यदि जीवात्मनः परममहत् परिमाणम् अस्ति तर्हि न क्षम्यताम्, यदि जीवात्मनः मध्यमपरिमाणं भवति चेत् तस्य नाशः भवति। यदा घटादयः पटादयः नाशं भवति अनित्यत्वेन, तादृशमेव मध्यमपरिमाणकारणात् तस्य नाशः भवति। नाशः भवति चेत् सुखदुःख पूर्वजन्मनि यत् सुखदुःखं वयं पापं पुण्यं वयं कृतवन्तः तेषां फलम् अनुभवितुं न शक्नुमः। अतः मध्यमपरिमाणम् असत्यम्। मध्यमपरिमाणं चेत् तत्र नाशः भवति। घटः मध्यमपरिमाणवान्, तस्य नाशः। पटः मध्यमपरिमाणवान्, नाशः। इदानीं जीवात्मा अपि मध्यमपरिमाणवान् इति स्वीकुर्मश्चेत् तत्र तर्हि प्रश्नः उदेति खलु, अस्मिन् जन्मनि सुखं वा दुःखं वा अनुभवामः तस्य कारणं पूर्वजन्मतः आगतं चेत् तर्हि तस्य नाशः न भवति। पापं पुण्यं सर्वं कुत्र भवति, अथवा धर्माधर्मौ कुत्र भवति? कुत्र भवति धर्माधर्मौ सर्वं? पूर्वजन्मनि। पूर्वजन्मनि पूर्वम्। एकनिमिषः। ज्ञानस्य नवगुणः बुद्धि सुखदुःख इच्छाद्वेष प्रयत्नः धर्माधर्म पावनाख्य संस्कारः। तर्हि धर्मः अधर्मः कुत्र भवति? आत्मनि भवति। आत्मनि भवति। आत्मा इति द्रव्यं, तस्मिन् गुणः अस्ति धर्मः अधर्मः। एतेषां नाशः न भवति, कण्टिन्युटि भवति। तर्हि कण्टिन्युटि भवति चेत् तत्र तस्य आश्रयं किं? जीवात्मा। तस्यापि कण्टिन्युटि स्यात्, तस्य नाशः न भवति इत्येव उक्तं। जीवरूपाश्रयनाशो नाशे नाशः स्यात् पापपुण्यस्य, परन्तु तथा नास्ति। तस्य आश्रयः जीवात्मा अपि अग्रे गच्छति, जन्मान्तरं भवति। तर्हि न स्वीकृतं मध्यमपरिमाणं, न स्वीकृतं। किमर्थम्? एषः दोषः भवति। अनन्तरं अपरश्च इदानीं यत् सुखं दुःखं वा अनुभवति तयोः कारणं नो उपलभ्येत। इमौ दोषौ एव कृतहानाकृताभ्यागमौ इति शास्त्रे व्यवह्रियेते। द्वितीयकारणमपि अस्ति, मध्यमपरिमाणं न भवेत् एव इत्यस्य कारणम् अस्ति, अस्मिन् जन्मनि यत् सुखं दुःखं वयम् अनुभवामः तेषां कारणम् अपि न किं वक्तुं शक्नुमः, तेषां कारणम् अपि न लभ्यते एव। सुखस्य कारणं धर्मः, दुःखस्य कारणम् अधर्मः इति स्वीकृतं चेत् तर्हि प्रश्नः उदेति, कुतः आगतः धर्माधर्मः? धर्माधर्मौ कुत्रचित् स्यात् तस्य तयोः आश्रयः स्यात्, तयोः आश्रयः एव जीवात्मा, जीवात्मनः नाशः भवति. तदर्थमेव सुखं वा दुःखं वा अधुनापि वयम् अनुभवामः. इति एकः दोषः, मध्यमपरिमाणस्वीकारे दोषः अस्ति. तस्य दोषः, दोषस्य नाम किम्? कृतहानाकृतव्यागमौ अकृताभ्यागमौ. अस्तु, तत्र अस्ति कृतस्य हानिः, कृतस्य हानिः अकृतस्य अभ्यागमौ इति दोषः अस्ति. विभज्य वदामश्चेत् कृतस्य हानिः नाम पूर्वजन्मनि कृतस्य हानिः, अपि च अकृतस्य अभ्यागमौ. वयं विना कारणम् अकृतस्य इत्युक्ते विना कारणं किमपि अनुभवामश्चेत् भविष्यत्काले, अभ्यागमौ इत्युक्ते यद् आगच्छति तद् अनुभवामश्चेत् तस्य अपि कारणं न लभ्यते इति दोषः सञ्जायते मध्यमपरिमाणस्वीकारेण. अग्रे कृतहानाकृत्याभ्यागमौ इत्यस्य अर्थः अग्रे दत्तः अस्ति. एतावता कोऽपि प्रश्नः अस्ति वा? अस्तु, नो चेत् अग्रे राजेन्द्रमहोदय पठति किम्? आं भगिनि. कृत्योः पूर्वजन्मनि कृत्योः पापपुण्योः हानं नाशः. आश्रयस्वरूपस्य जीवस्य नाशे तद्वर्तिनां सर्वेषां गुणानां नाशात्. अकृतस्य अभ्यागमः इदानीं यत् सुखं दुःखं वा अनुभूयते तस्य कारणं न वक्तुं शक्येत. तत्त्वम् इदं सुविशदं मुक्तावाल्यादिग्रन्थे चिन्तितं तत् एव अनुसन्धेयम्. यत्किमपि कृतं पूर्वजन्मनि तत् यत्किमपि पापः अस्ति अथवा पुण्यम् अस्ति तत् तस्य नाशं भवति. यथा चिन्तयामः जीवात्मा अनित्यम् अस्ति. आश्रय यदा वयं जानीमः पापपुण्य तस्य आश्रयः तु जीवात्मा एव अस्ति, तत् नाशे सर्वेषां गुणानां नाशः भवति. तत्कारणात् अग्रे अकृतस्य अभ्यागमः यत् न कृतं तत् अग्रे यत्किमपि सुखं दुःखम् अनुभूयामः तत् कारणं न वक्तुं शक्येत. अहं न जानीमः कथं सुखं दुःखं, कोऽपि सुखी अस्ति दुःखी अस्ति, तत् तस्य कारणं किम् अस्ति तत् न वक्तुं शक्नुमः. यदा जीवात्मस्य नाशः, आत्मनि नाशः भवति. तत्त्वम् इदं सुविशदं मुक्तावाल्यादिकचिन्तितम् एव तत् न जानामि. केवलम् एकस्य ग्रन्थस्य विषये उक्तं तावदेव. मुक्तावली नाम ग्रन्थे एतत् चिन्तनं तत्र प्रस्तावितम् अस्ति, तदेव वयम् अत्र चिन्तयामः इति. भवता यदुक्तं दोषस्य विषये कृतहाना अकृत अभ्यागमौ इति दोषौ यौ जायतः तयोः निवारणार्थं, दोषस्य निवारणार्थम् आत्मनः मध्यमपरिमाणं न स्वीकृतम्. मध्यमपरिमाणं स्वीकृतं चेत् अनित्यत्वं स्वीकृतं भवति. अनित्यत्वस्वीकारेण एषः दोषः जायते. कीदृशः दोषः इति अधुना महोदयेन प्रतिपादितमपि. कृतयोः हानम् अकृतस्य अभ्यागमः इति दोषद्वयम् इति बुद्धं वा एतावता? किमर्थं मध्यमपरिमाणं न स्वीकृतम् इत्यस्य विवरणम् अत्र अस्ति इत्यस्य उत्तरम्. अग्रे अणुपरिमाणं किमर्थं न स्वीकृतं पुनः इति अग्रे दत्तमस्ति. अजितमहोदय पठति वा? अजितमहोदय अस्ति किम्? एवमेव अणुपरिमाणस्वीकारे जीवः शरीरस्य एकदेशे यत्र स्यात् तत्र जायमाना वेदना अनुभूयते अनुभूयेत शरीरावच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृह्येरन् अतः तस्य विभुपरिमाणं स्वीकार्यं पूर्वोक्तकृतहानाकृताभ्यागव आवरणायैव जीवस्य नित्यत्वमपि स्वीकार्यम् इत्याह नित्यश्चेति. क्षम्यताम् अनुपरिमाणस्वीकारे कीदृशः दोषः भवति? अजितमहोदय अस्ति वा? आम् आम् चिन्तयामि. अस्तु चिन्ता नास्ति, अहमेव आम् वदतु महोदय. महोदय प्रयत्नं करोति शरीर सो अणुपरिमाणस्य स्वीकारे चेत् तत्र जायमाना वेदना अनुभूयते. कीदृश कुत्र जायमाना? शरीरस्य एकदेशे जायमाना वेदना अनुभूयत नाम अणुपरिमाणं स्वीकुर्मश्चेत् जीवात्मा बहु लघु अणुपरिमाणम् अस्ति तस्य इति स्वीकुर्मश्चेत् तत्र तस्य अर्थः कः भवति? शरीरस्य एकदेशे नाम शरीरस्य एकस्मिन् एव भागे भवति जीवात्मा इति चिन्तनीयं भवति. तदा कदा? यदा अणुपरिमाणस्वीकारे अणुपरिमाणस्य स्वीकारे एतादृशं चिन्तनं भवति. शरीरस्य एकदेशे एव अथवा शरीरस्य एकस्मिन् स्थले सम्पूर्णशरीरे न भवति, एकस्मिन् स्थले भवति जीवात्मा इति स्वीकार्यं भवति. तेन कः दोषः जायते? अग्रे अस्ति तथा चेत् शरीरस्य एकदेशे जायमाना वेदना एव अनुभूयेत. अनन्तरं किम् उक्तमस्ति वा महोदय, पठति वा? शरीरावच्छेदेन युगपत् अनुभूयमानाः वेदनाः न गृह्येरन्. अर्थः कः इत्युक्ते शरीरस्य अवच्छेदेन अवच्छेदं नाम कर्तनं. इदानीम् अणुपरिमाणस्वीकारेण शरीरम् अणुपरिमाणस्वीकारेण मम जीवात्मा केवलं कुत्रचित् हस्ते अस्ति इति चिन्तयतु. अस्तु, केवलं हस्ते अस्ति इति चिन्तयामश्चेत् तत्र शरीरस्य अवच्छेदन शरीरस्य अपरस्मिन् भागे छेदनं भवति चेदपि वेदना भवति खलु, आत्मा वेदनाम् अनुभवति इति बुद्धं वा? आं बुद्धम्. हरि ओम्. आं बुद्धं भगिनि. आत्मा शरीर सम्पूर्णतया अस्ति शरीरे. श्रूयते किम् आत्मा? श्रूयते भगिनि. अस्ति वा? हरि ओम्. हरि ओम्, अहमस्मि. रक्षा भगिनी प्रायः नमस्काराः, क्षम्यतां मम कनेक्षन् कर्तितं जातं. तर्हि एवमेव अस्ति, अणुपरिमाणस्वीकारेण शरीरस्य एकदेशे या वेदना भवति तस्यैव अनुभवः भवति. शरीरस्य अपरस्मिन् भागे या वेदना जायते तस्यापि भवति खलु अनुभवः इति कृत्वा जीवात्मनः अनुपरिमाणं न स्वीकृतम् इति अस्ति. बुद्धं वा? अतः एव विभुपरिमाणं स्वीकार्यं. मध्यमपरिमाणमपि न स्वीकृतं स्यात्, अनुपरिमाणमपि न स्वीकृतं स्यात् इति उक्त्वा अस्तु. वदतु महोदय. पूर्वकृतहान अकृताभ्यगम आवरणाय एव जीवस्य नित्यत्वम् अपि स्वीकर्तव्यं भवति इति कृत्वा जीवात्मा नित्या इति साधितम्. अस्तु. इति अत्र कोऽपि प्रश्नः अस्ति एतावता? सम्यक् अभवत्. अस्तु, तर्हि अग्रे गते सप्ताहे शनिवासरे तु मनोनिरूपणस्य विषये अपि पठितवन्तः, परन्तु चिन्ता मास्तु. अग्रिमसप्ताहे प्रायः करपत्रं पठित्वा इतः एव मनोनिरूपणात् एव आरभामहे, शनिवासरस्य वर्गे, मङ्गलवासर सोमवासरस्य वर्गे अपि. धन्यवादः. धन्यवादः. धन्यवादः भगिनी. रात्रि. धन्यवादः. शुभरात्रि.